पाणिनिं सूतकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं वृत्तावसाने नटराजराजो ननादढक्कां नवपञ्चवारम् उद्धर्तु कामः सनकादिसिद्धात् एतत् विमर्शे शिवसूत्रजालम् ॐ श्रीगुरुभ्यो नमः सर्वेभ्यो नमस्कारः समीचीनं समये आगतवन्तः अनिल् महोदय सर्वदा समये एव आगतवन्तः आगतवान् अत्र एतद् व्याकरणविषयम् इति स्वीकुर्मः चेत् अत्र वर्गः इति चिन्तनीयम् एतत् वर्गः अस्ति समये गन्तव्यम् इति चिन्तनं बहु उत्तमकार्यम् अस्ति उत्तमचिन्तनं भवति अस्तु इदानीमत्र 4154 इति सूत्रमस्ति 4154 अत्र पृथक्तया किं किम् अस्ति इति अत्र अनिल् महोदय पठतु वचनं नास्ति अत्र सूत्रविषये एव पठतु अस्तु महोदय सुप्रभातम् स्व अङ्गात् च उपसर्जनात् असंयोग उपधात् अत्र असंयोग संयोगः अनन्तरम् असंयोगः इति अवगतवन्तः खलु आं महोदय उपधात् वदतु संयोगः किम् असंयोगः इत्युक्ते किम् एकात् अधिक वर्णः अस्ति चेत् संयोगः उत्तमं समीचीनम् अत्र वर्णः एकमेव अस्ति चेत् अत्र असंयोगः संयोगः इत्युक्ते वर्णः द्वे वा अधिकं वा सन्ति चेत् अत्र संयोगः भवति अत्र वर्णः एकमेव अस्ति चेत् अत्र असंयोगः इति भवति अनन्तरम् अत्र उपसर्जनात् इति किं पदमिति मया किमस्ति वाट्साप् द्वारा मया प्रेषितमेव अत्र भवान् पठितुं शक्यते वा आं महोदय पठतु उपसर्जनं पूर्वं समासे उपसर्जन संज्ञकः पूर्वं प्रयोक्तव्यः अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते मया एतत् विषये मम आचार्यस्य कृते अपि प्रश्नः उदेति उपसर्जनमिति अस्ति परन्तु अत्र इदानीं पश्यतु उपसर्जनम् इति नापतिन् आपतिन् इदानीं नापतिनेव अस्ति नापतिनेव अस्ति कुत्र सुपोधातुप्रातिपदिकयोः इति सूत्रेण सुब् लुक् भवति अत्र नापतिन् योगः सु किमर्थम् अत्र अस्ति अत्र प्रयोगमस्ति अन्ते किम् अस्ति आपतः इति भवति अत्र तत्र उदाहरणरूपेण स्वीकुर्मः चेत् सु अस्ति एतत् सु इदानीं लुक् भवति केन सूत्रेण सुपधातुप्रातिपदिकयोः इति सूत्रेण एव सुब् अत्र लुक् भवति आदर्शनं भवति न दर्शनम् इदानीं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण नञ् इत्यस्य उपसर्जनस्य उपसर्जनं पूर्वम् इति सूत्रेण नयः इत्यस्य पूर्वनिपातः अत्र न पूर्वमेव अस्ति पुनरपि उपसर्जनं पूर्वम् इति सूत्रेण पुनरपि न एव अत्र अस्ति नञ् तत्पुरुषसमासः अनन्तरं किम् अत्र उपसर्जनम् इत्यस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्य किमर्थम् अत्र किं प्रयोजनम् इति प्रश्नः उदेति खलु महोदय अतः एव मया एतत् प्रश्नं जानाति एव परन्तु स्पष्टीकरणार्थम् आचार्येण एतत् विषये मया पृष्टमेव, सः उक्तवान् अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति पूर्वम् एतत् पदम् आयाति न इति, अत्र किञ्चित् क्लेशः आयाति खलु न इति पूर्वं स्थापनार्थं पूर्वं अत्र स्थापितं वा अनन्तरं स्थापितं वा इति प्रश्नः उदेति खलु। एतत् प्रश्नस्य निषेधनार्थम् अत्र एतत् न आगन्तव्यं, प्रथमा निर्दिष्टं समास उपसर्जनम् यत्र अत्र पूर्वपदम् अस्ति एतत् पूर्वम् एव आगन्तव्यम्, अतः एव अत्र किञ्चित् क्लेशः मास्तु इत्यनेन एव अत्र दत्तम्। किमपि अत्र वदतु, प्रश्नः अस्ति वा महोदय? महोदय अहम् उपसर्जनम् इति अहं न अवगतम्, उपसर्जनम् इत्युक्ते किम्? एतत् विषये एव अहं वदामि, उपसर्जनम् अत्र उपसर्जनम् इति सूत्रेण एव वयं पश्येम उपसर्जनम् इत्युक्ते किम् इति, मया पूर्वमेव निपातनमिति अग्रे मया दत्तम्, अत्र पश्यतु वाट्सप् द्वारा मया प्रेषितं पूर्वनिपातः, एतत् पठतु अत्र पूर्वनिपातः। निपातः इत्युक्ते किं? निपातितः प्रकृतिप्रत्यादिकस्य आलोचनां विना एव यत्र साक्षात् शब्दस्वरूपं पठ्यते तत् निपातनम्। अत्र शब्दस्वरूपम् इदानीम् अत्र गुणः भवति चेत् अत्र शब्दस्वरूपं किं, शब्दस्वरूपं किं, गुणसन्धिः इति स्वीकुर्मः, आद्गुणः इति स्वीकुर्मः, आद्गुणः इति स्वीकुर्मः चेत् आ ए ओ खलु। अत्र एतत् शब्दस्वरूपम्, इदानीम् अत्र प्रथमं यत् स्वरूपमस्ति उपसर्जनं नै न पतिनः न पतिन् इति अस्ति, एतदेव अत्र उपसर्जनम् इति वक्तुं शक्यते। उपसर्जनम् इत्युक्ते किं? निपातः, अत्र पूर्वनिपातः। निपात इत्युक्ते प्रातिपदिकम्? निपातः इति निपातः अत्र अर्थमपि भवति खलु, निपातः इत्युक्ते किम् इत्युक्ते इदानीं रामः इति शब्दमस्ति चेत् राम इति प्रातिपदिकमस्ति, अनन्तरं विभक्तिस्वरूपेण अत्र सुजस् इत्यनेन रामः इति पदम् उदेति, अत्र प्रकृति सु इति अस्ति, न प्रत्ययः सु इति अस्ति, प्रकृति अत्र किमस्ति मूलस्वरूपं राम एव अस्ति खलु, अत्र प्रकृतिः नास्ति अनन्तरं प्रत्ययः अपि नास्ति, साधारणतया निपातः भवति। मया अत्र उनादि यस्तनवर्गे यस्तन वाट्सप् द्वारा मया प्रेषितम् उनादि इति, भवान् अपि प्रेषितवान् खलु यदा हरिप्रिया महोदयस्य महोदयस्य पाठः अचलत् तत् समये भवान् अपि प्रेषितवान् उनादिसूत्रपाठः इति, बृहत् 382 पेजस् भवान् प्रेषितवान्, स्मरन्ति वा? उनादिपाठम्, उनादि इत्युक्ते किम् अत्र? उनादि इत्युक्ते किम् अत्र? रामः इति पदमपि नास्ति, प्रत्ययमपि नास्ति, रामः इति पदं राम इति पदं तु प्रकृति अस्ति मूलमस्ति, प्रातिपदिकमपि अस्ति मूलमपि अस्ति, अनन्तरं सु औजस् इति प्रत्ययमपि अस्ति, एतत् अत्र नास्ति। निपातः इदानीम् अत्र तीतः अन्ति सीतः त मीवहमः अस्ति खलु, एतत् निपातनरूपेण सिद्धरूपेण यत् अस्ति एतदेव निपातः। इदानीम् अत्र पदम् उपसर्जनं भवति, एकं पदम् अस्ति न इति, एतत् अत्र उपसर्जनं भवति, पूर्वनिपातः अपि भवति। रामः उदाहरणे उपसर्जनं कः? अत्र उपसर्जनं नास्ति, अत्र प्रकृति एव अस्ति, मूल शब्दमेव अस्ति, राम इति कोऽपि उदाहरणमस्ति उपसर्जनम् इत्युक्ते अत्र एकं पदमस्ति एतदेव उपसर्जनम् उपसर्जनं पूर्वं समासे इति वर्तते उपसर्जनसंज्ञकः इति समासे पूर्वं प्रयोक्तव्यं समासः इति अस्ति अत्र एकं पदम् अस्ति एतत् पदं पूर्वम् आयाति तत् पदस्य नाम एव उपसर्जनं संज्ञकः इत्युक्ते नाम इदानीम् अत्र कष्टश्रितः इति अस्ति चेत् द्वितीयपदं कष्टम् आश्रितः कष्टश्रितः इति भवति अत्र कष्ट इति पूर्वनिपातः पूर्वं यत् पदमस्ति समासे एतदेव उपसर्जनम् इति नाम अस्ति पूर्वपदं यत् अस्ति एतदेव उपसर्जनम् इति अत्र दत्तवन्तः विर्धिरेचि इति अस्ति किमर्थम् अत्र विर्धिरेचि इति अस्ति वयं प्रष्टुं न शक्यते तदेव अत्र एकं पदं पूर्वम् आयाति कुत्र आयाति समासे आयाति यत् यत् पदं पूर्वं प्रयोक्तव्यं तत् एव उपसर्जन उपसर्जनम् अत्र कष्ट इति उपसर्जनम् पूर्वनिपातः आम् एतदेव समासे भवति यत् पदं पूर्वम् अस्ति एतदेव अत्र स्वीकर्तुं शक्यते सिद्धान्तकौमुद्यमपि समासे उपसर्जनं प्राक् प्रयोजव्यं प्रयोज्यं प्रयोज्यं पूर्वं प्रयोज्यं पदं पूर्वं प्रयोज्यं तत् पदस्य नाम उपसर्जनम् इति उच्यते अत्र कष्ट शङ्कु यूप पदम् एतत् पदं यत् पूर्वम् आयाति एतदेव अत्र विभक्तिमपि स्वीकृत्य कार्यं करोतु अत्र कष्टमेव अस्ति कष्टं श्रितः कष्टश्रितः तृतीया शङ्कुलाकण्ठः शङ्कुला इति तृतीया अत्र पूर्वनिपातः भवति अनन्तरमत्र किमस्ति विभक्तिमपि स्वीकृत्य कार्यं करोति चतुर्थी भवति चेत् यूपदारुः यूपाय दारु यूपदारु खलु यूप अस्ति उपसर्जनं वा यूपाय अस्ति न यूप एव अत्र यत्र विभक्ति स्वीकुर्मः तत् स्थाने एव अत्र द्वितीया विभक्ति वा तृतीया चतुर्थी पञ्चमी वा अत्र प्रयोगं कर्तुं शक्यते षष्ठी भवति चेत् राजपुरुषः एव भवति राज्ञः पुरुषः एव अत्र अस्ति सप्तमी अस्ति चेत् अक्षसौण्डः इति भवति अक्षे सौण्डः इति अत्र यत्र यत्र प्रथमपदमस्ति कष्टं शङ्कुला इति विभक्तिं स्वीकृत्य प्रथमपदम् आयाति तत् पदस्य नाम एव उपसर्जनम् इति संज्ञा उपसर्जनम् इति संज्ञा भवति अवगतवान् अस्तु महोदय इदानीमत्र एतत् पठतु स्वाङ्गम् No, no. Anyat Mahathya, Upsarjanam, we were discussing, right? This is a different one. Atra Nipata Vishya Eva Abhavatu Kalu, Kova Deva. Itopi Atra Spashti Karnatam Kimasthi Atra, Samase Iti Vatsate, Upasarjanaka Sandhukaha. Samase Purvam Prayavtavyam. Eta Deva Atra Upasarjana Vishya. Upasarjanam, Yetu Padam, Samase Purvam Ayati. Eta Deva, Samase Vishya Eva Yetat Bhavati. उदाहरणरूपेण मया प्रेषितमेव अत्र नापतिनिति अत्र सुपूर्वम् अस्ति सुपोधातु प्रातिपदिकयोः मया अत्र वाट्सप् द्वारा प्रेषितम् अत्र पठतु एवम् इति मया उक्तमेव पूर्वं यत् निपातः भवति निपातः इत्युक्ते किं प्रकृति अपि नास्ति प्रत्यये अपि नास्ति सिद्धरूपेण यत् भवति तत् एव निपातः मनसि स्थापयतु कुत्रापि लिखतु लेखनीयमेव रैट् एतत् विषये लिखतु निपातः इत्युक्ते आल्रेडि एक्सिस्टिङ्ग् धने आल्रेडि एक्सिस्टिङ्ग् आ उत्तमम् आल्रेडि एक्सिस्टिङ्ग् सिद्धरूपेण अन्यपदमस्ति संस्कृतभाषायां सिद्धरूपेण एत अस्ति एतदेव निपातः अत्र एतद् विषये किञ्चित् पठतु बहवः सूत्राणि सन्ति यत्र समासवर्गे वयम् एतद् विषये एव द्रष्टुं शक्यते शक्यते इदानीम् अस्तु इदानीमत्र करपत्रं पठतु महोदय अस्तु महोदय स्वाङ्गं स्वाङ्गं यद् उपसर्जनं स्वाङ्गं खलु स्वाङ्गम् अस्तु स्वाङ्गं यत् उपसर्जनम् असंयोग उपधाम् असंयोगोपधम् तदन्तात् अदन्तात् प्रातिपदिकात् स्त्रियां विकल्पेन नीष् प्रत्ययोः प्रत्ययो भवति इदानीं पश्यतु स्व अङ्गम् अङ्गमस्ति यत् उपसर्जन उपसर्जनम् असंयोग उपदम् अत्र असंयोगम् उपदम् इत्युक्ते संयोगः नास्ति अत्र अनन्तरम् एतत् निमित्तमस्ति निमित्तम् इत्युक्ते किं कारणं किं किं कारणमस्ति एतत् सूत्रेण अत्र पश्यामि चेत् स्व अङ्गस्य विषये अत्र यत् उपसर्जन असंयोग उपदा उपदा अत्र असंयोगः नास्ति अनन्तरं सत् अन्तात् अन्तिमवर्णस्य अदन्तात् अत्र राम इति शब्दः स्वीकुर्मः चेत् राम मकार उत्तरवर्ति अकारः अतः तत्र राम इति पदम् अदन्तमस्ति अतः पद् तद् अन्तात् अदन्तात् प्रातिपदिकात् प्रातिपदिकमिति राम इति शब्दम् उपरि अस्ति खलु प्रातिपदिकात् अनन्तरं स्त्रियां स्त्री इति अत्र लिङ्गं भवति विकल्पेन निष्प्रत्ययः भवति विकल्पेन इत्युक्ते किम् आप्शनल् एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति एतदेव विकल्पः अन्यतरस्यां वा विभाषा एतत् सर्वाणि पर्यायपदानि अस्ति अत्र विकल्पेन नीष् प्रत्ययः भवति नीष् अत्र अवशिष्टवर्णः किं नीष् मध्ये गतवर्गे वयं दृष्टवन्तः किम् अत्र दीर्घ ईकारः अस्ति नीष् इति प्रत्ययः भवति यस्य अग्रे पठतु महोदय यस्य उपसर्जनसंज्ञस्य संज्ञकस्य स्वाङ्गवाचिनः शब्दस्य उपधायां संयोगः न स्यात् सः शब्दः अदन्तः च स्यात् तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन नीस् इति प्रत्ययः विधीयते यत् पूर्वं प्रथमपङ्क्तिः अभवत् तदेव अत्र स्पष्टीकरणार्थं पृथक्तया दत्तमस्ति उपसर्जनसंज्ञकस्य स्व अङ्गस्य स्व अङ्गवाचिनः शब्दस्य उपधायाम् अत्र संयोगः न संयोगः द्विवर्णः वा त्रीणि वर्णानि वा अत्र भवन्ति चेत् अत्र संयोगः अस्ति इदानीमत्र असंयोगः संयोगः न अनन्तरं शब्दः तु राम इति उदाहरणरूपेण अहम् अत्र वदामि राम इति शब्दं मकार उत्तरवर्ति अकारः अत्र अदन्तः स्यात् अनन्तरं तादृशशब्दात् स्त्रीविवक्षा विवक्षा अत्र इच्छा स्त्रीविवक्षा अस्ति चेत् अत्र नीश् इति प्रत्ययं योजनं कर्तुं शक्यते अत्र विकल्पेन एतत् भवति एकस्मिन् पक्षे दीर्घ ईकारः भवति अन्यस्मिन् पक्षे दीर्घ ईकारः नास्ति इति तत्र दत्तम् अग्रे पठतु महोदय स्वम् अङ्गं स्वाङ्गं तस्मात् संयोगः उपधा यस्य सः संयोगोपधः न संयोगोपधः असंयोगोपधस्तस्मात् स्वाङ्गात् पञ्चम्यन्तं च अव्ययपदम् उपसर्जनात् पञ्चम्यन्तम् असंयोगोपधात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रम् अन्यतो नीस् इत्यस्मात् नीस् इत्यस्य अनुवृत्तिः अजाद्यतष्टाप् इत्यस्मात् अतः इत्यस्य अनुवृत्तिः अस्वाङ्गपूर्वपदाद्वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः ज्ञाप् प्रातिपदिकात् प्रत्ययः परश्च स्त्रियाम् इत्येतेषाम् अधिकारः अनुवृत्तिसहितसूत्रम् उपसर्जनात् असंयोगोपधात् स्वाङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां नीस्वा अत्र इतः पर्यन्तं यत् दृष्टम् एतदेव अत्र पृथक् पृथक्तया तत्र दत्तवन्तः अत्र संयोगः उपदा यस्य सः संयोगः उपदा एतत् पृथक्तया अत्र दत्तं न संयोग उपदः असंयोग उपदस्तस्मात् इति अत्र पञ्चमे स्वीकृतम् अत्र स्वा अङ्गात् पञ्चम्यन्तम् अतः परकार्यम् अत्र प्राधान्यं भवति च अव्ययपदम् उपसर्जनात् पञ्चम्यन्तम् असंयोग उपदात् एतदपि पञ्चम्यन्तम् अनेकपदमिदं सूत्रम् अन्यतो नीश् इत्यस्मात् नीश् इत्यस्य अनुवृत्तिः नीश् इति प्रत्ययम् अत्र अनुवृत्तिः अजाद्यतस्टाप् इत्यनेन टाप् डाप् टाप् डाप् इति वयं पठितवन्तः अत्र आकारः एव तिष्ठति दीर्घ आकारः इत्यस्मात् अतः इत्यस्य अनुवृत्तिः अस्वङ्ग अस्वाङ्ग पूर्वपदात् वा स्वाङ्गपदात् नास्ति अत्र अस्वाङ्गपदात् इत्यस्मात् वा इति अनुवृत्तिः अत्र एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न इति भवति इति वा इति अनुवृत्तिः ज्ञा प्रातिपदिकात् इति वयं दृष्टवन्तः 411 मध्ये द्रष्टुं शक्यते एव ज्ञाप्रातिपदिकात् इत्युक्ते अत्र किं किम् अभवत् 411 एव अत्र अत्र पूर्वं वयं दृष्टवन्तः ञन्तः शब्दात् किमस्ति ञीप् ञीष् ञीन् एतत् सर्वाणि त्रिप्रत्ययः ञी इति एव तिष्ठति परन्तु ञी मध्ये ईकारः एव तिष्ठति ञन्तशब्दात् इदानीम् आबन्तशब्दाः टाप् डाप् छाप् इति भवति अत्र सर्वत्र अनुबन्धलोपानन्तरं सर्वत्र आ एव तिष्ठति इदानीमत्र प्रातिपदिकानि प्रातिपदिकानि अत्र किं भवति अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् अर्थवत् अस्ति एव अनन्तरम् अधातुः धातु नास्ति अप्रत्ययः प्रत्ययः नास्ति इत्यत्र इति एव अत्र प्रातिपदिकानि इति अत्र स्वीकुर्मः एतत् विषये एव अत्र वक्तुं शक्यते एव या प्रातिपदिकात् प्रत्ययः परश्च स्त्रियाम् एतत् सर्वाणि अधिकारः तत् अधिकारः बहवः सूत्राणि सन्ति प्रत्ययः तु तृतीयाध्याये भवति परश्च तु तृतीयाध्याये पूर्वपरकार्यं पूर्वपरयोः पररूपं स्वीकर्तव्यम् इति वयं दृष्टवन्तः खलु अत्र परश्च इति पृथक्तया अधिकारमस्ति अनन्तरं स्त्रियामपि अधिकारमस्ति बहवः शब्दाः सन्ति खलु शब्द मञ्जरी एतत् विषये स्वीकुर्मः बहवः स्त्रीशब्दाः अस्ति नपुंसकलिङ्गमपि अस्ति पुल्लिङ्गमपि अस्ति इदानीं स्त्रियाम् इति पृथक्तया अत्र स्त्रीविषये एव अत्र दत्तवन्तः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् उपसर्जनात् असंयोग उपदात् स्वाङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां नीस् वा भवति अत्र नीषु प्रत्ययम् आगन्तव्यं चेत् अत्र नियमाः किं किं भवितव्यम् अत्र उपसर्जनात् अनन्तरम् असंयोग उपदात् स्व अङ्गात् अनन्तरम् अत्र प्रातिपदिकात् अत्र एतत् सर्वाणि अस्ति चेत् सन्ति चेत् अत्र परश्च प्रत्ययस्य परश्च स्त्रीप्रत्ययम् आगत्य कार्यं करोति ञीष् इति स्वीकुर्मः ञीष् मध्ये षकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति ञकारः तु केन सूत्रेण इति भवति गतवर्गे गीता भगिनी उक्तवती एतत् विषये वदतु ञकारः ञीष् इति केन सूत्रेण इत् भवति उत्तमम् ञीष् इति अत्र ञकारः कुत्र भवति इति चिन्तनीयम् अत्र ओ खख गग तत् स्थाने एव भवति अतः लश ख लशक्व कु इति अस्ति कुचुटु तुपु सो तत्र एव भवति बहु उत्तमं महोदय अग्रे शान्ता भगिनी पठतु यथा अस्ति वा शान्ता भगिनी यथा चन्द्रः इव मुखं यस्याः सा चन्द्रमुखी पठतु पुनरपि पठतु पुनरपि पठतु चन्द्रः इव मुखं न न पूर्वं पूर्वपदम् यथा उत्तमं द्वितीयसकारः अत्र जनाः किं कृतवन्तः यदा यदा यदा हि धर्मस्य तत् यदा नास्ति इदानीमत्र यथा यत्र उदाहरणेन यथा चन्द्रः इव मुखं यस्याः सा चन्द्रमुखी चन्द्रमुखा मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति अतः सः शब्दः असंयोगपदः पदः मुखम् इति शब्दः स्वाङ्गवाचि शब्दः अस्ति समासः अदन्तः च अस्ति अत्र च प्रथमानिर्दिष्टम् उपसर्जनम् इत्यनेन मुखशब्दस्य उपसर्जनसंज्ञा यतोहि समासः विधीयते अनेकम् अन्यपदार्थे इत्यनेन सूत्रेण अनेकम् अन्यपदार्थे इति सूत्रं वदति यत् अनेकं सुबन्तम् अन्यपदार्थे वर्तमानं सः समस्यते बहुव्रीहिश्च समासो भवति इति अतः स्वाङ्गं यद् उपसर्जनम् असंयोगपथं तदन्तात् प्रातिपदिकात् स्त्रियां वा नीष् प्रत्ययो भवति अतः चन्द्रमुख इति प्रातिपदिकात् नीष् इति प्रत्ययः विकल्पेन विधीयते अपक्षे ताप् इति प्रत्ययः विधीयते चन्द्रमुख योगः नीष् चन्द्रमुखी चन्द्रमुख योगः ताप् चन्द्रमुख अजाद्य अजाद्यत अतष्ठाप् इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्ताच्च प्रातिपदिकात् स्त्रियां ताप् प्रत्ययो भवति उत्तमम् अत्र प्रश्नस्य उत्तरं समीचीनतया अवगन्तुं शक्यते अत्र उदाहरणरूपेण पूर्वं वयं दृष्टवन्तः अत्र ञीष् प्रत्ययम् अनन्तरम् अजाद्यतष्टाप् इति टाप् प्रत्ययम् अत्र विकल्पेन भवति इति वयं दृष्टवन्तः इदानीं चन्द्रः इव मुखं यस्याः सा अत्र नायकी नायकभावः अत्र स्वीकुर्मः चेत् अत्र नायकः विवाहपूर्वं तादृशम् उक्तवान् भवत्याः मुखं चन्द्रः इव भवति अनन्तरं किञ्चित् कालानन्तरं सः उक्तवान् भवत्याः मुखं तु राक्षसी इव भवति इति प्रथम विवाहपूर्वं ते उक्तवन्तः चन्द्रः इव भवत्याः मुखम् अस्ति इति अत्र पश्यतु चन्द्रः इव मुखं यस्याः सा इति पदमस्ति अत्र चन्द्रमुखी इति भवति ञीष् प्रत्ययेन इदानीम् अत्र चन्द्रमुखा इति अस्ति अत्र अजादि यतष्टाप् इत्यनेन टाप् प्रत्ययं योजनेन चन्द्रमुखा इति भवति इदानीमत्र स्वाङ्गवाचि शब्दः अस्ति अत्र समासः अदन्तः च अस्ति अत्र मुख इति अस्ति ककार उत्तरवती किम् अत्र अकार अकार अतः तत्र अदन्तः अपि अस्ति इदानीं प्रथमनिर्दिष्टम् उपसर्जनम् इत्यनेन मुख इति शब्दं पूर्वम् आयाति अत्र समासः विधीयते अनेकम् अन्यपदार्थे इति सूत्रेण अत्र अनेकम् अन्यपदार्थे इति सूत्रं वदति अनेकं सुबन्तम् अन्यपदार्थे वर्तमानं सः समस्यते यतोहि अत्र बहुव्रीहिः समासः अत्र मुखमिति मुखी अस्ति मुखा इति अस्ति यत्र अन्य पुरुषः एव अत्र सूचयति यथा स्वीकुर्मः पीताम्बरं यस्य सः कः यः पीताम्बरं धरति तस्य कृते एव एतत् पदं गच्छति अतः कृष्णः इति अत्र अन्यपदं सूचयति अनेकम् अन्यपदार्थे इत्यनेन एव अत्र बहुवीर्घिः अत्र चन्द्रः इव मुखं यस्याः महोदय बहुव्रीहि अस्ति वा बहुवीर्घिः अस्ति बहुवीर्घिः अत्र तु व्रीहि अस्ति महोदय व्रीहि व्रीहि व्रीहि इति भवति मया उक्तं वा मया व्रीहि एव आमां महोदय अत्र मुख इति प्रातिपदक पदिकस्य उपधायां संयोगः नास्ति नास्ति आम् इत्युक्ते किं मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति प्रातिपदिकस्य उपधायाः संयोगः नास्ति एव खलु मुख इति पदस्य सा एव तिष्ठति अत्र अत्र मया पूर्वम् उक्तम् अत्र किमस्ति मया उक्तं खलु अत्र द्वे वर्णाः सन्ति चेत् शक्नोति शक्नुतु अत्र पदम् इदानीं जानाति खलु अत्र संयोगः नास्ति अत्र खकारः अस्ति उपधायां न उपधायां खकारः अस्ति रैट् मुख इति अस्ति अत्र अनन्तशब्दमस्ति उपधायां संयोगः न स्यात् मुख इति अस्ति अत्र उपधायां खकारः अस्ति रैट् इदानीम् अत्र चिनु इति धातु स्वीकुर्मः चेत् नु इति अस्ति अत्र नु पदस्य साक्षात्कारेण नकारः अपि अस्ति उकारः अपि अस्ति संयोगः अस्ति इदानीं का एव तिष्ठति अत्र परन्तु खकारः अस्ति अकारः अस्ति रैट् संयोगः तत् न गन्तव्यं तत् न गन्तव्यम् अत्र उत्तरवर्ति एव अत्र अस्ति इदानीं साक्षात्कारेण चिनु इति स्वीकुर्मः चेत् अत्र नु इति अस्ति खलु एतत् विषये अग्रे आयाति महोदय क्लेशः किम् अस्ति इति अत्र अग्रे आयाति एव मया पूर्वम् उक्तम् अत्र शक्नोति चिनोति अत्र संयोगः अस्ति वा नास्ति वा इति अग्रे वयं इदानीं पश्यतु अत्र तुङ्गे इति अस्ति तुङ्गे अत्र ञकारः अस्ति गकारः अस्ति एकारः अपि अस्ति अत्र संयोगः अस्ति एव इदानीम् उपधायामपि संयोगः अस्ति उपधायमपि अस्ति तु इति उपधायम् अस्ति नकार गकार आम् इदानीं खकारविषये मुख इति स्वीकुर्मः चेत् तत् विषये अत्र तादृशं भवति एकमेव अत्र वर्णः अत्र अवश्यमस्ति चेदेव मुख इति अस्ति खकार उत्तरवर्ति अकारः स्वीकुर्मः सर्वदा एतत् न भवितव्यम् अर्हति एव यत्र स्थानि इति अत्र कर्तव्यं स्थानि कुत्र भवति खकार उत्तरवर्ति अकारः स्वीकुर्मः चेत् अत्र स्थानि इति भवति कुत्र भवति स्थानिवत् अनल्विदौ आदेशः इति एक पृथक् सूत्रमस्ति स्थानिवत् अनल् आदेशः इति एकं पृथक् सूत्रमस्ति तत् स्थाने एव अत्र आवश्यकं ककार उत्तरवर्ति किम् इति अस्ति इदानीम् अत्र अदन्त अङ्गं स्वीकर्तव्यं चेत् अत्र स्वाङ्गवाचिनः शब्दस्य उपधायं संयोगः नास्ति अनन्तरं शब्दः तु सः शब्दः तु अदन्तमस्ति, अत् एव अन्ते अस्ति. एतत् सर्वदा अत्र एतत् किम् अत्र किं दत्तम्? एतत् स्वीकुर्मः. अत्र ककार उत्तरवती अकारः अवश्यमस्ति चेदेव अत्र अकारः अदन्तम् इति वयं स्वीकुर्मः. रामशब्दमपि अस्ति, राम इति अस्ति चेत् अत्र मकार उत्तरवती अकारः अदन्त अङ्गमेव. इदानीमिति तुङ्गे इति स्वीकुर्मः चेत् बहवः वर्णाः सन्ति, अतः तत्र उपादायम् अपि अत्र संयोगः अस्ति. इदानीम् अत्र तादृशं नास्ति एव. अस्तु महोदय. इदानीं समासः अदन्तः च अस्ति, अनेकपदम् अस्ति. इदानीमत्र अत्र अतः चन्द्रमुखिक इति पदं स्वीकुर्मः, प्रातिपदिकं स्वीकुर्मः चेत् नीच् प्रत्ययेन चन्द्रमुखी इति भवति. अनन्तरमत्र अजादि यत् टाप् इति स्वीकुर्मः चेत् अत्र टाप् योजनेन चन्द्रमुखा इति भवति. प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययः भवति. अतः एव अत्र एकस्मिन् पक्षे चन्द्रमुखा इति भवति, अन्यस्मिन् पक्षे चन्द्रमुखी इति भवति, नीष् प्रत्ययं योजनेन. इदानीम् अत्र गोदमाल् पठितुं शक्यते वा? गोदमाल् स्क्रीन् अत्र नीलवर्णः अस्ति खलु, पठतु. द्रष्टुं शक्यते खलु? अतिक्रान्तकेशानां मधु कुञ्ज कम्मि पण्णमा अतिकेशमाला नासिको दरोष्ठ जङ् कुञ्ज कम्मि पण्णमा नासिको दरोष्ठ जङ्ग दन्तकर्ण शृङ्गाच्च दन्तकर्ण शृङ्गात् प्रातिपदिकात् स्त्रियां वा नीश् प्रत्ययो भवति. नासिका च उदरं च ओष्ठच्च जङ्का च दन्तच्च कर्णच्च शृङ्गा च तेषां समाहारद्वन्द्वः. नासिको दरोश्च जङ्गादन्त कर्णच्च तस्मात् नासिको दरोश्च जङ्गा दन्तकर्णशृङ्गात् पञ्चम्यान्तम् चाव्ययम् ज्ञाप्यप्रातिपदिकात् प्रत्ययः परच्च स्त्रियाम् इत्येतेषाम् अधिकारः. अन्यतो ङीष् इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः अजागतस्टाप् स्क्रीन् एव इत्यस्मात् अतः इत्यस्य अनुवृत्तिः. अस्वाङ्गपूर्वपदार्थ इत्यस्मात् वा इत्यस्य अनुवृत्तिः. स्वाङ्गच्छोपसर्जनादसंयोगो पदात् इत्यस्मात् साङ्गोपसर्जनात् इत्येतेषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वाङ्गोच्चोपसर्जनात् नासिकोदरोश्च जङ्घ दन्तकर्णशृङ्गात् अतः प्रातिपदिकच्च प्रत्ययः परच्च स्त्रियां नीष्व इदानीमत्र उत्तमं धन्यवादः भगिनि. इदानीमत्र पूर्वं वयं दृष्टवन्तः अत्र चन्द्रः इति शब्दं स्वीकृत्य चन्द्रमुखी चन्द्रमुखा इति भवति. तदेव अत्र अतिकेशी अतिकेशा माला इति भवति. केशी इति शब्दं केशव एव केशी इति हेर् अस्ति खलु केशी अतिकेशा माला इति भवति. इदानीमत्र नासिक अर्थ नासिकादन्त्यात् नासिक उदर ओष्ठजङ्घ इति पृथक्तया स्वीकुर्मः चेत् अत्र नासिक अदन्तपदम् उदर अपि अदन्तपदम् ओष्ठ अपि उदन् अदन्तपदं जङ्घा इति दीर्घ आकारः अत्र अपि अकारान्त अदन्तपदमेव. दन्तकर्णशृङ्गात् इति प्रातिपदिकात् स्त्रियां वा नीषु प्रत्ययः भवति. स्त्रियां वा नीषु प्रत्ययं भवति. नासिका च उदरं च ओष्ठ च जङ्घा च दन्तश्च कर्णश्च शृङ्गश्च तेषां समाहारद्वन्द्वः यत्र स्वीकुर्मः अत्र नपुंसकलिङ्गमेव भवति इति. अत्र वयं शृङ्गं कर्णम् इति पश्यामः एतद् विषये. नासिक उदर ओष्ठ जङ्घा दन्तकर्णशृङ्ग तस्मात् नासिक उदर ओष्ठजङ्घात् अन्तकर्णशृङ्गात् पञ्चम्यन्तं च अव्ययपदमिति. इदानीं ज्ञाप् प्रातिपदिकात् इति वयं पूर्वमेव दृष्टवन्तः. नीष् नीन् नीप् इति भवति. अनन्तरं टाप् डाप् छाप् इति भवति. प्रत्ययः परश्च स्त्रियाम् इति एतेषाम् अधिकारः अपि अस्ति. अन्यतो नीष् इति प्रत्ययः भवति. इदानीमत्र अजादियत टाप् इत्यनेन टाप् प्रत्ययं भवति. अस्वङ्ग स्वाङ्गपदम् अस्वाङ्गपद पूर्वपदात् वा इति अत्र विकल्पेन भवति. अतः तत्र स्वाङ्को स्वाङ्कात् अत्र स्वाङ्गात् स्व अङ्गात् च उपसर्जनात् अनन्तरं दकार उत्तरवती अकारः इदानीं स्वीकुर्मः चेत् तत्र असंयोग उपदात् गुणसन्धिः भूत्वा असंयोगोपदात् इति भवति. इत्यस्मात् स्वाङ्गोच्चोप उपसर्जनात् इत्येषाम् अनुवृत्तिः. अनुवृत्तिसहितसूत्रं स्वाङ्गाच्चोपसर्जनात् नासिकोदर नासिकोद अनन्तरं किमस्ति अत्र ओष्ट इति पदमस्ति. अकार उकारमेलनेन औकारः भवति. ओष्टजङ्घात् अन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां नीष् भवति. अत्र किमपि नास्ति. एतत् विषये एव अत्र चन्द्रमुखा चन्द्रमुखी इति भवति. तदेव अत्र अधिकेशी अधिकेशा इति पृथक्तया अत्र कुत्र कुत्र भवति इति एतत् सूत्रम् अग्रे आयाति एव. एतत् विषयम् इतोपि अत्र पर्याप्तं नास्ति. अत्र एतत् विषये अग्रे आयाति एव. इदानीमत्र अत्र महालक्ष्मी अस्ति वा? गतवती वा? अञ्जना अस्ति. अञ्जना पठितुं शक्यते वा? अनिल् महोदय पठतु. आम् महोदय. अद्ययोः नासिकोदरयोः बहवज्जलक्षणो निषेधो बाध्यते पुरस्ताद् अपवादन्यायात् नासिका उदरयोः बहवच्छत्वात् न क्रोडोदि बहवच्छः क्रोडादि बहवच्छः इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन विधीयते. ओष्ठ जङ्घा दन्तकर्णशृङ्गेभ्यः संयोगोपधत्वात् स्वाङ्गाच्चोपसर्जनात् संयोगोपधात् इति सूत्रघटक असंयोगोपधात् इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन नीश विधीयते. अत्र आदि आद्यपोः नासिक उदरयोः इति अस्ति. नासिक उदरयोः भगवच्छलक्षणे निषेधः बाध्यते. अत्र बहवः अत्र ओष्ठः इति अत्र अनन्तरं जङ्गा इति स्वीकुर्मः चेत् अत्र संयोगः अस्ति. भगवच्छलक्षणे निषेधः बाध्यते. एतत् विषयेण एतत् अत्र वार्तिकेन वा अत्र दृढीकरणार्थं किञ्चित् दत्तवन्तः. निषेधः बाध्यते पुरस्तात् अपवादात् अन्यत् अन्य आयात् अत्र अन्ययायात् इति अत्र अस्ति. एतत् विषयेण अत्र बहुवचलक्षणाः निषेधः बाध्यते. निषेधः अत्र नास्ति इति तत्र दत्तवन्तः. उदाहरणं किम् अस्ति चेत् नासिका उदरयोः बह्वच्कत्वात् न क्रोडादि बह्वचः इति निषेधकप्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन विधीयते. किम् अत्र विधीयते? ओष्ठ जङ्घ दन्त एतत् सर्वाणि पदानि अत्र शृङ्गे शृङ्ग इति पर्यन्तम् अत्र असंयोगः अस्ति. अत्र बह्वचलक्षणे निषेधः बाध्यते. अत्र वर्णाः बहवः सन्ति परन्तु अत्र निषेधः बाध्यते. निषेधः नास्ति इति अत्र संयोग उपदात्वात् संयोग उपदत्वात् संयोगम् अस्ति. अत्र ओष्ठ इति अस्ति अन्तिमवर्णः, शकारः अस्ति टकारः अस्ति, जङ्घा इति ञकारः अस्ति, अनन्तरं चतुर्थ गकारः अस्ति, आकारः अपि अस्ति, दन्त इति नकारः तकारः, कर्ण इति रेपः, अनन्तरं नकारः शृङ्ग अपि तदेव भवति. संयोग उपदात् अस्ति एव. स्वाङ्गात् उपसर्जनात् असंयोग उपदात् अत्रैव कार्यं करोति. असंयोगम् अस्ति एव परन्तु इति सूत्रघटक इत्युक्ते संयुक्त असंयोग उपदात् इति निषेधः प्राप्ते अत्र संयोगः नास्ति इति अत्र निषेधकम् अस्ति. अत्र प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन निष् विधीयते. अतः एव चन्द्रमुखी इति विकल्पेन भवति. चन्द्रमुखा चन्द्रमुखी एकस्मिन् पक्षे निषेधः नास्ति, अन्यस्मिन् पक्षे निषेधः भवति इति एतत् वक्तुम् अत्र शक्यते एव. इदानीमत्र अञ्जना पठितुं शक्यते वा? स्वाङ्गो प्रसर्जनाद संयोगो पदात् इति सूत्रेण नासिकोदा धरयोः नीश् प्रत्ययः विकल्पेन प्राप्तः अस्ति. नासिको धरयोष्टजङ्गात् दन्तकर्णशृङ्गाच् इति सूत्रेण पुनः विकल्पेन नासिकौ धरयोः नीश् इति प्रत्ययस्य विधानं क्रियते. अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषया नासिको धरयोष्टजङ्गादन्तकर्णशृङ्गा च इति विधिः अव्ययहितं पूर्वविधिमेव सङ्गाच्छो प्रसर्जनादसंयोगो पदात् इति सूत्रेण बाध्यते. अतः नासिको धारयोः नासिको धर्योष्टजङ्गादन्तकर्ण शृङ्गाच्च इत्येन एव विकल्पेन धीष् प्रत्ययस्य विधानं क्रियते. अत्र स्व अङ्गात् स्वाङ्काच्योपसर्जनस्य उपसर्जनात् असंयोग उपदात् इति सूत्रम् एतत् विषये आयाति एव. अत्र पुनरपि पुनरपि एतत् विषये एव अत्र आयाति. किम् अस्ति चेत् एकस्मिन् पक्षे नीष् प्रत्ययम् इति विकल्पेन प्राप्तः इति वयं स्वीकृतवन्तः. इदानीमत्र नासिको उदर उदरौष्टौ उदरौष्टजङ्गात् अन्तकर्णशृङ्गाच् इति सूत्रेण पुनः विकल्पेन नासिक उदरयोः नीष् इति प्रत्ययस्य विधानम् अत्र क्रियते एव. अनन्तरस्य विधिः वा प्रतिषेधो वा इति परिभाषया अत्र अनन्तरस्य विधिः वा अत्र एतत् विषये विधिः भवति वा येन विधिः तदन्तस्य अपि वयं स्वीकृतवन्तः. अनन्तरं तत् समये अलोन्तस्य इति अपि वयं स्वीकृतवन्तः. इदानीम् अत्र अनन्तरस्य विधिः वा प्रतिषेधो वा प्रतिषेधः अत्र निषिद्धः इति भवति चेत् एतत् परिभाषया नासिकोदरष्ट जङ्गात् जङ्गादन्तकर्णशृङ्गा च इति विधिः अव्यवहितं पूर्वविधिः एव. अत्र एतत् स्वाङ्ग इति अस्ति खलु, एतत् स्वाङ्गोपसर्जनस्तात् असंयोगपूर्व असंयोग उपदात् इति सूत्रमेव बाधते. एतत् सूत्रं नासिक उदर अत्र चतुर्थ अध्याये प्रथमपादे पञ्चपञ्चाशत् सूत्रमस्ति. स्वाङ्ग उपचर्ज स्वाङ्काच्योपसर्जनात् असंयोग उपदात् इति चतुर्थाध्याये अपि अस्ति, प्रथमपादे अपि अस्ति, परन्तु पूर्वसूत्रमस्ति इति सूत्रमेव बाधते. पूर्वसूत्रम् इदानीं बाधते. अतः नासिक उदरयोः नासिक उदरोष्टजङ्गादन्तकर्णशृङ्गा च इत्यनेन एव विकल्पेन निष्प्रत्ययः विधानं क्रियते. इदानीमत्र परसूत्रं बलवत् भवति, 55 इति बलवत् भवति. तत् सूत्रेण एव अत्र नीष् इति प्रत्ययं दीर्घ ईकारः स्वीकर्तुं शक्यते इति अत्र दत्तम्. इदानीमत्र अनिल् महोदय पठतु. एतत् सूत्रम् इतोपर्यन्तं न समाप्तमेव, इतोपि आयाति. नासिक उदर अनन्तरं स्वाङ्गचोप एतत् आयाति एव. प्रश्नः उदेति चेत् अत्र समाधानं भवितुम् अर्हति एव. पठतु इदानीम्. इदानीं नासिकोदरयोः न क्रोडादि बहवच च इत्यनेन नीच् प्रत्ययस्य विधानं निषिद्धः अस्ति. यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति. न क्रोडादि बहवच इत्यनेन क्रोडादेः बहवचः च स्वाङ्गात् नीच् न भवति. न क्रोडादि बहवचः इति सूत्रस्य अपवादः नासिकोदरौ जङ्घादन्तकर्णशृङ्गाच्च इति सूत्रं यतोहि न क्रोडादिबहवचः इति सूत्रेण यः निषेधः उक्त तस्य बाधकः अस्ति नासिकोदरौश्चङ्घादन्तकर्णशृङ्गाच्च इति सूत्रम् अत्र पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन नासिकोदरौश्चङ्घादन्तकर्णशृङ्गाच्च इति अपवादसूत्रेण यत् वैकल्पिकं निविधानं कृतं तत् अनन्तरविधिं बाधते न तु उत्तरान् अर्थात् न क्रोडादिबहवचः इति अनन्तरप्रतिषेधः तस्य निषेधस्य बाधकं भवति प्रकृतभूतम् अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे अत्र उत्तरविधिः अस्ति सहनैविद्यमानपूर्वाच्च इति सूत्रं नासिकोतरौष्टजङ्घादन्तकर्णशृङ्गाच्च इति अपवादसूत्रेण सहनैविद्यमानपूर्वाच्च इति उत्तरविधिं न बाध्यते केवलं न क्रोडादिबहवचः इति अनन्तरप्रतिषेधम् एव बाधते अत्र भवान् इदानीं पठितवान् अत्र नासिक उदर अनन्तरम् अत्र पूर्वसूत्रमित इदानीं नूतनसूत्रमपि आयाति पूर्वं वयं दृष्टवन्तः स्वाङ्काच्योपसर्जनस्य अनन्तरं नासिक उदरस्य इदानीम् अत्र 4155 अस्ति स्वाङ्ग तु 4154 अस्ति पूर्वसूत्रम् एतत्तु परसूत्रमस्ति इदानीमत्र न क्रोडादि बह्वचः इत्यनेन नीषु प्रत्ययः निदानं निषिद्धः अस्ति यतोहि नासिक उदरयोः बहवचः अच्वर्णाः सन्ति नासिक उदरयोः बहवः अच्वर्णाः नासिक इति नासिका का इदानीं भवान् उक्तवान् खलु इक् प्लस् आर् दीर्घ वर्णाः द्वे भवन्ति अत्र द्वे सह अनन्तरम् उदरयोः उदर इति अपि अस्ति अनन्तरम् एतत् अत्र बह्वचकत्वात् अत्र अपि बह्वचकत्वात् इत्येन इत्यस्य बहवः अचुवर्णाः सन्ति इदानीमत्र नासिक उदरयोः न क्रोडादि बह्वचः एतेन निश् प्रत्ययः इदानीं निषिद्धः अत्र एतत् सूत्रं पूर्वं वयं दृष्टवन्तः अत्र नासिक उदरयोः इत्यनेन निश् प्रत्ययं भवितुम् अर्हति इति परन्तु इदानीम् अन्यसूत्रम् आयाति नाना अत्र निश् प्रत्ययं न भवति न क्रोडादि बह्वचः इत्यनेन बहवः अचुवर्णाः सन्ति अतः अत्र निश् प्रत्ययं न आयाति इति अत्र एक एतत् विषये अत्र निषेधः भवति किं सूत्रेण न क्रोडादि बह्वचः सूत्रसङ्ख्या किं 56 अस्ति 54 55 56 अस्ति क्रमेण आयाति अतः तत्र नासिक उदरयोष्टजङ्घादन्तकर्णशृङ्गा च इति सूत्रं निश् प्रत्ययं विकल्पेन भवति इति वयं पठितवन्तः इदानीम् अन्यसूत्रम् आयाति तत् सूत्रं किं वदति न क्रोडादि बह्वचः इत्यनेन बहवः अचुवर्णाः सन्ति अतः नीष् प्रत्ययम् इति प्रश निषेधः अत्र भवति इति एतत् बृहत् कार्यमत्र अस्ति झटिति न वक्तव्यम् अग्रिमवर्गे वयं न क्रोडादि बह्वचः इति वयं स्वीकुर्मः अत्र अनिल् महोदय पठतु अन्तिममङ्गलश्लोकं वदतु आम् महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः धन्यवादः महोदय अस्तु समीचीनं सर्वेषां धन्यवादः न्यू इयर् अपि अस्ति अनन्तरं क्रिस्मस् अपि अस्ति सर्वेषां कृते शुभाशयाः